ॐ गणानान्त्वा गणपतिगुं भवामहे कविं कवीनामुपमस्त्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्वत आनसृण्वन्नोतिभिः सेदसादनम् ॐ महागणाधिपतये नमः अस्य रुद्राध्यायश्च प्रश्च महामन्त्रस्य अघोरऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रीत्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ॐ दर्शपूर्णमासात्मने तर्जनेभ्यां नमः ॐ चातुर्मास्यात्मने मध्यमाभ्यां नमः ॐ निरूढवसुबन्धात्मने अनामिकाभ्यां नमः ॐ ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ॐ सर्वकृत्वात्मने करतलकरपृष्ठाभ्यां नमः ॐ अग्निहोत्रात्मने हृदयाय नमः ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा ॐ चातुर्मास्यात्मने शिखायै वशतो ॐ निरूढवसुबन्धात्मने कवचाय हुम् ॐ ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट ॐ सर्वकृत्वात्मने अस्त्राय फट ॐ ऊर्ध्वः सौरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तलान्तभुवनब्रह्माण्डमा विस्फुरत ज्योतिस्वाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतेः हस्तोकाप्लुतमेकमेशमनिशम् रुद्रानुवाकाञ्जपे जाये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिचिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमाणा भुजङ्गैः कण्ठे कालाकपर्दाकलितशिशिकलाश्चण्डकोदण्डहस्ताः रक्षारुद्राक्षमाला सुललितवपुषा शाम्भवा मूर्तिभेदा रुद्राश्रीरुद्रसूक्तप्रकटितविभवान्न प्रयच्छन्तु सौख्यम् सञ्च मे मयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सोमनसश्च मे भद्रम् च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महच्च मे संविच्च मे ज्ञात्रम् च मे सूश्च मे प्रसूश्च मे सेदम् च मे लयश्च मरतम् च मे घृतम् च मे यक्ष्मम् च मे रामयश्च मे देवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शोषा च मे सुदिनम् च मे ॐ शान्तिः शान्तिः शान्तिः।